स्वस्ति प्रजाभ्यः परिपालयन्ता न्यायेण मार्गेण महीमहिषा गोब्राह्मणेभ्यः शुभमस्तु नित्यम् लोकाः समस्ताः सुखिनो भवन्तु लोकाः समस्ताः सुखिनो भवन्तु शान्ति शान्ति शान्तिः।